प्रातिपदिकत्वम् इति विषयः इदानीम् अनुवर्तते. प्रातिपदिकत्वं तत्र शत्रन्तप्रातिपदिकं भवति इति अस्माभिः पठितं खलु. तत्र पुल्लिङ्गे नपुंसकलिङ्गे स्त्रीलिङ्गे प्रातिपदिकत्वं भवति इति अस्माभिः पठितम्. इदानीं प्रातिपदिकम् इत्युक्ते किम् इति विषयः अस्ति. प्रातिपदिकं कृते प्रातिपदिकस्य कृते मुख्यसूत्रं सूत्रद्वयम् अस्ति. ते सूत्रे के कोऽपि वदतु. कृत् तद्विधसमासा च अनन्तरं सुप्ति सुप्तिगन्तं पदम् न प्रातिपदिकत्वं कृते सूत्रद्वयं किम्? यस्मात् सूत्रद्वयं सुप्तिगन्तं प्रथमसूत्रं किम्? अर्थवत् अधातु अप्रत्यय अर्थवत् धातु प्रत्यय प्रातिपदिकम् अर्थवत् अधातुः प्रातिपदिकम् इति कृत् तद्विधसमासः अप्रत्ययः प्रातिपदिकं खलु. अप्रत्यय अपि च अप्रत्ययान्त इति गणनां भवति तत्र. तदस्ति. द्वितीय किम्? कृत् तद्धान्तसमासाश्च कृतसमासाश्च. तर्हि अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकं कृत् तद्धित् समासाश्च. तर्हि इत्युक्ते किम्? अर्थं वदतु कोऽपि. अर्थवत् विजयमहोदय वदतु प्रथमसूत्रस्य किम् अर्थम्? अर्थवत् अनन्तरम् अधातुः अर्थवत् अधातुः अप्रत्यय अर्थवत् अधातु अप्रत्यय कृत् प्रातिपदिकम् इति अस्ति. अत्र यत्र अर्थः नास्ति न अर्थवत् अर्थं भवति अत्र. अर्थवत् अनन्तरम् अधातुः अत्र धातुः नास्ति. अनन्तरम् अप्रत्ययः अत्र प्रत्ययं नास्ति. एतदेव तत्र प्रातिपदिकम् इति भवति. समीचीनं वा महोदय? तत् यत् अर्थवत् अस्ति परन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तमपि नास्ति. तत् किमस्ति? प्रातिपदिकम्. प्रातिपदिकम्. द्वितीयसूत्रं रघुपतिमहोदय किं वदति? अत्र कृदन्ताः तद्धितान्ताः अपि च समासाः इति कृत् तद्धितसमासाश्च इति तेषां प्रातिपदिकसंज्ञा भवति इति. कृत् येषाम् अन्ते कृत् प्रत्यय अस्ति तस्य भवति तेषामपि भवति. तद्धितप्रत्यय येषाम् अन्ते अस्ति तेषाम् अपि च समासाः समासस्य अपि ग्रहणं भवति. किमर्थमिति चेत् तत्र यदि न क्रियते चेत् किं भवति? अर्थवत् अस्ति इति वाक्यस्य अपि प्रातिपदिकसंज्ञा भवितुमर्हति इति कृत्वा तस्य समासः इति तत्र योजितमस्ति. कृदन्त तद्धितान्त किमर्थं लिखितमस्ति? रघुपतिमहोदय. कृदन्त तद्धितान्तस्य लेखनस्य आवश्यकता का? अत्र अर्थ अस्ति खलु, तत्र ते अर्थवत् अस्ति, अर्थवान् कृदन्तः कृदन्तः इति अर्थः अस्ति खलु तेषां भवति. न अत्र नाम अर्थवत् धातुः प्रत्ययसूत्रमस्ति तत्र किमपि वदति न. तर्हि अत्र कृत् तद्धित् इति लेखनस्य आवश्यकता का इति. यदि कृत् तद्धितसूत्रे कृत् तद्धित् नास्ति तर्हि दोषः कः भवति? कृत् तद्धित नास्ति चेत् किं भवति तत्र? किं भवति इति इदानीं मम मनसि न आगच्छति महोदय. तत्र कृत् भिन्नः कृत् कृत् तस्य अस्ति अर्थवत् अस्ति अर्थवत् अस्ति परन्तु प्रथमसूत्रे अर्थवत् अधातुः अप्रत्ययः तस्य भिन्नः अस्ति. एतत् प्रत्ययः भिन्नः तस्य भिन्नः अस्ति न जानामि महोदय इदानीं यदि नास्ति तर्हि अर्थवत् धातुः प्रत्ययः इति सूत्रेण प्रत्ययान्तशब्दस्य प्रातिपदिकत्वं न भवति खलु तर्हि कृत् तद्धितस्य अपि प्रातिपदिकं मा भवेत् इति भवति प्रथमसूत्रेण एव भवति खलु कृदन्तशब्दः प्रातिपदिकमस्ति खलु पठितवान् आम् अतः तद् कृते पुनः लिखितम् अपवादरूपेण कृत् तद्धित् अस्ति चेत् यद्यपि प्रत्ययान्तः अस्ति परन्तु कृदन्त तद्धितान्तः अस्ति चेत् प्रातिपदिकत्वं भवति इति अस्तु इति अस्ति समासस्य विषये तु भवान् भवति वदति यत् किं वाक्यमपि अर्थवत् अस्ति परन्तु वाक्यस्य वाक्यमपि अर्थवत् भवति परन्तु तत् कस्यापि वाक्यस्य प्रातिपदिकं न करोतु अतः नियमरूपेण समासः लिखितं यत् समासस्य एव यत्र बहवः बहूनि पदानि सन्ति तत्र केवलं समासस्य एव प्रातिपदिकसंज्ञा भवति कस्यापि वाक्यस्य प्रातिपदिकसंज्ञा न भवति इति अस्तु क्षम्यतामि भ्रमः अभवत् अत्र प्रत्ययान्त यद् प्रत्ययान्त अस्ति तस्य प्रातिपदिकं न भूत् इति प्रथमसूत्रे वदति तस्य अपवादः सत्यं सत्यं इदानीं मनसि झटिति अपि च कृत् तद्धितमध्ये केवलं कृदन्त तद्धितान्त एव भवति न तु कृत् प्रत्ययः तद्धितप्रत्ययः एव कथं जानीमः आं महोदय पुनः वदतु महोदय किं किं कृत् तद्धित् समासाश्च मध्ये कृत् इत्युक्ते कृदन्त एव न तु कृत् प्रत्ययः तद्धित् इत्युक्ते तद्धितान्त एव न तु तद्धित् प्रत्ययः कथं जानीमः प्रत्ययस्य ग्रहणं न भवति केवलं प्रत्ययान्तस्य कृत् कृत् तद्धितसमासाश्च कृत् तद्धितसमासः कोऽपि वदतु कोऽपि वदतु मदनमहोदय मीनामहोदय कोऽपि प्रथमसूत्रे अप्रत्यय इत्युक्तः किं प्रत्ययान्त प्रथमसूत्रे अर्थात् अधातु अप्रत्ययः इति उक्तः न जानीमः यदा प्रत्ययस्य किमपि लिखितमस्ति तत्र प्रत्ययस्य अपि ग्रहणं भवति प्रत्ययान्तस्य अपि ग्रहणं भवति खलु तर्हि अहं वदामि अत्र कृत् समासस्य इति सूत्रे केवलं प्रत्ययान्तस्य ग्रहणं करणीयं न तु प्रत्ययस्य कथं जानीमः कृत् तद्धित् समासाश्च इति सूत्रे कस्य पदस्य अनुवृत्तिः भवति तत्र अर्थवत् अधातु अर्थवत् प्रातिपदिकम् इति भवति अर्थवत् प्रातिपदिकम् इति भवति अर्थवत् अर्थवत् इति शब्दस्य अनुवृत्ति कृत् प्रत्ययस्य अर्थः नास्ति इति वदति खलु तत्र तर्हि प्रत्ययस्य खलु महोदय तत्र आमां कृत् प्रत्ययानाम् अर्थः भवति खलु न प्रत्ययस्य अर्थवत् इत्यस्य अनुवृत्त्या प्रत्ययस्य स्वयम् अर्थं न इति व्याकरणः अतः अर्थवत् प्रत्यय इत्युक्ते यत् प्रत्ययान्त अस्ति तर्हि इति तद्धितान्त अपि च कृदन्त इति अस्ति अस्तु तर्हि एतद् वयं जानीमः अस्तु तदानीं प्रातिपदिकसंज्ञा भवति केन सूत्रेण वयं जानीमः यत् सुप्रत्ययः नाम चतुर्थ पाठे अथवा पञ्चमपाठे ये ये प्रत्ययाः आगच्छन्ति ते प्रातिपदिकान्त एव भवन्ति कथं जानीमः केन सूत्रेण प्रत्ययः परश्च इति अस्ति खलु तत्र प्रत्यधिकारे अस्ति परश्च तत्तु प्रत्ययः प्रातिपदिक तर्हि चतुर्थपाठे पञ्चमपाठे ये ये प्रत्ययाः भवन्ति ते न्यबन्त आबन्त अपि च प्रातिपदिकान्त एव भवन्ति। तर्हि न्यबन्त इत्युक्ते किं? स्त्रीशब्दाः यस्य अन्ते नीप् प्रत्ययः भवति, नीप् प्रत्ययः, तत्र त्रयः प्रत्ययाः सन्ति, अपि च यस्य अन्ते आप् प्रत्ययः भवति, तत्रापि टाप् चाप् टाप् इति प्रत्ययत्रयः अस्ति तत्र, अथवा अपि च प्रातिपदिकात् एव प्रत्ययः भवन्ति इति अस्ति। सर्वे अवगच्छन्ति वा? आं महोदय। अस्तु अग्रे, तर्हि न्याप्रातिपदिकात् अस्माभिः पठितं परिभाषा, परिभाषा इति अस्ति। तर्हि इदानीं मदर् महोदय पठति वा एवं श्रूयति शृणोति? श्रुणोति महोदय, क्षम्यतां महोदय। अस्तु तर्हि विजया महोदय पठतु परिभाषा। परिभाषा, अधः एका परिभाषा अस्ति, परिभाषाः अत्यन्तं पुरातनाः, तेषां लेखकाः अस्माभिः न ज्ञायन्ते, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति। एतत् परिभाषासूत्रं किं चेत्, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्, एतत् यस्य रूपस्य प्रातिपदिकसंज्ञा भवति त्वाभ्यां प्रातिपदिकसंज्ञा विधायकसूत्राभ्याम् अर्थवद् अधातुः प्रत्ययप्रातिपदिकं कृत् तद्दिशसमासा च, तस्मात् प्रातिपदिकात् यानि लिङ्गविशिष्टरूपाणि व्युत्पन्नानि भवन्ति स्त्रीत्वबोधकप्रत्ययानां योजनेन तेषामपि ग्रहणं भवति प्रातिपदिकसंज्ञया। यथा कर्तृ इत्यस्य प्रातिपदिकसंज्ञा भवति, अतः कर्त्री इत्यस्यापि प्रातिपदिकसंज्ञा भवति, तथा च छात्र इत्यस्य प्रातिपदिकसंज्ञा भवति, अतः छात्रा इत्यस्यापि प्रातिपदिकसंज्ञा भवति। अत्र लिङ्गविशिष्टः ग्रहणं किं भवति इति एतत् परिभाषासूत्र अत्र विवरणं ददाति। किम् एतत् प्रातिपदिकसंज्ञा विधायकसूत्रम् इति स्वीकुर्मः चेत्, अत्र अर्थवत् अधातुः अप्रत्ययप्रातिपदिकं कृत् तद्धितसमासा च द्वाभ्यां सूत्राभ्यां प्रातिपदिकात् यानि लिङ्गविशिष्टरूपाणि व्युत्पन्नानि, अत्र व्युत्पत्तिः भवति। अनन्तरम् एतत् स्त्रीत्वबोधकप्रत्ययानां योजनेन टाप् नीप् नीश् एतत् सर्वम् अस्ति अत्र, तेषां प्रयोगं कुर्मः चेत् अत्र ग्रहणं भवति प्रातिपदिकसंज्ञया। यथा कर्तृ इत्यस्य प्रातिपदिकसंज्ञा भवति, कर्तृ इति स्त्रीलिङ्गत्व प्रातिपदिकसंज्ञा अपि भवति, तादृशमेव छात्र इति स्वीकुर्मः चेत् अत्र छात्रा इत्यपि स्त्रीत्वे आकारान्त स्त्रीलिङ्गपदम् आवन्तात् इति इत्यस्यापि प्रातिपदिकसंज्ञा भवति इति तत्र दत्तं महोदय। तर्हि पश्यतु, छात्र इति प्रातिपदिकसंज्ञा भवति केन सूत्रेण? अर्थवत् अधातुः प्रत्यय। पठित इति पदस्य इति शब्दस्य प्रातिपदिकसंज्ञा भवति केन सूत्रेण? कृत् प्रत्यय समासाश्च। परन्तु छात्रा इति शब्दस्य प्रातिपदिकसंज्ञा न भवितुं शक्नोति। किमर्थं? छात्रा मध्ये अन्ते आप् प्रत्ययः भवति, आप् प्रत्ययः, अतः छात्रा इति शब्द आप् प्रत्ययान्त भवति। परन्तु अस्माभिः पठितं यत् कृत् अथवा तद्धित् प्रत्ययं विहाय अन्ये सर्वे प्रत्ययान्तशब्दाः प्रातिपदिकत्वं न प्राप्नोति खलु, अर्थवत् अधातुः प्रत्ययसूत्रेण प्रत्ययान्त अस्ति चेत् प्रातिपदिकं नास्ति। तर्हि छात्रा इति व्युत्पन्नस्त्रीलिङ्गशब्दः अस्ति, तत्र व्युत्पत्तिः अस्ति खलु, छात्रयोगः आप् प्रत्ययः, अतः अत्र प्रत्ययान्त अस्ति, अतः छात्रा इति वस्तुतः प्रातिपदिकसंज्ञा न प्राप्नोति, तस्य कृते परिभाषा भवति प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं। नाम यदा कस्यापि प्रातिपदिकसंज्ञा भवति तस्मात् प्रातिपदिकात् यानि लिङ्गविशिष्टरूपाणि व्युत्पन्नानि भवन्ति स्त्रीलिङ्गे नपुंसकलिङ्गे पुनः कुत्रापि स्त्रीबोधकप्रत्ययानां योजनेन स्त्रीप्रत्ययान्त ये स्त्रीबोधकप्रत्ययानि सन्ति नीप् टाप् इति ये प्रत्ययाः सन्ति तेषां योजनेन ये व्युत्पन्नरूपाणि भवन्ति तत्र तस्यापि ग्रहणं भवति प्रातिपदिकसंज्ञाया तस्यापि ग्रहणं भवति प्रातिपदिकसंज्ञया खलु इति यथा कर्तृ इति प्रातिपदिकसंज्ञा भवति तत्र नीप्रत्ययस्य योजनेन कर्त्री इति भवति एषा परिभाषा नास्ति चेत् कर्त्री इति पदस्य शब्दस्य प्रातिपदिकसंज्ञा न भवितुं शक्नोति यतोहि प्रत्ययान्त अस्ति परन्तु अत्र अनया परिभाषया वयं ज्ञातुं शक्नुमः यत् कर्त्री इति शब्दस्यापि प्रातिपदिकसंज्ञा भवति किमर्थं यदा कर्तृ इति प्रातिपदिकत्वं प्राप्नोति तदैव लिङ्गविशिष्ट कर्त्री अपि प्रातिपदिकं प्राप्नोति इति आगच्छन्ति वा महोदय अत्र परिभाषा अपि अस्ति अनन्तरं न्या प्रातिपदिक एतत् सूत्रम् अपि अस्ति वा न्या प्रातिपदिक इति संज्ञासूत्रं नास्ति न संज्ञासूत्रं अत्र आबन्तात् ञन्तात् प्रातिपदिकात् इति भवति खलु एतत् आबन्तात् अत्र अस्ति परन्तु एतत् परिभाषा इत्यनेन लिङ्गम् अत्र स्त्री इति किमस्ति अत्र कर्तृ इति कर्त्री इति भवति एतत् परिभाषया भवति परन्तु किम् एतत् न्याप्रातिपदिकान्तात् आवन्ता इति अत्र छात्र छात्रा इति भवति न्याप्रातिपदिकात् अपि अत्र आवन्तात् सूचयति खलु न्याप्रातिपदिकम् इति अधिकारसूत्रमस्ति तद् वदति यत् चतुर्थपञ्चमपाठे ये प्रत्ययाः सन्ति ते केवल प्रातिपदिक अथवा न्यबन्त आबन्त शब्दपरं भवति ते संज्ञा न करोति प्रातिपदिकस्य प्रातिपदिकक्रमे कर्तृ इति अस्ति अत्र कर्त्री इति भवति एतत् अत्र नीप् नीष् नीन् इत्यनेन ईकारः भवति खलु अतः तत्र कर्त्री इति भवति अनन्तरं छात्र इति अस्ति चेत् आबन्तात् इत्यनेन छात्रा इति भवति एतत् सूत्रम् एव अत्र समीचीनतया अस्ति एव परन्तु किमर्थम् अत्र परिभाषा लिङ्गं किम् लिङ्गं न छात्रा न महोदय मम प्रश्नः अस्ति छात्रा छात्रा इति शब्दस्य प्रातिपदिकसंज्ञा केन सूत्रेण भवति कृत्तद्धितसमासाच्च इत्यनेन न अत्र कृदन्त नास्ति समासः नास्ति कृत्तद्धितापि नास्ति खलु छात्रा इति तर्हि केन सूत्रेण भवति अर्थवद् ददातु अप्रत्यय न भवितुं शक्नोति यतोहि अर्थवत् इति सूत्रं वदति प्रत्ययान्त अस्ति चेत् अप्रत्ययान्तस्य एव भवति छात्रामध्ये टाप् प्रत्ययः अस्ति खलु अन्ते प्रत्ययान्त भवति अतः अर्थवत् अधातुः इति सूत्रेण अस्य प्रातिपदिकसंज्ञा न भवितुं शक्नोति न्याप्रातिपदिकात् इति प्रातिपदिकसंज्ञा कृते सूत्रं नास्ति न्याप्रातिपदिकात् वदति यत् अधिकारसूत्रमस्ति यत् चतुर्थपादे पाठे पञ्चमपाठे ये ये प्रत्ययाः सन्ति ये ये प्रत्ययाः सन्ति ते प्रातिपदिकात् भवन्ति अथवा न्यबन्त आबन्त शब्देभ्यः भवन्ति ते एतद् न वदन्ति यत् न्यबन्तप्रातिपदिकसंज्ञा प्राप्नोति अथवा आबन्तप्रातिपदिकसंज्ञा प्राप्नोति इति तादृशकिमपि न वदति सूत्रं तत्सूत्रं संज्ञासूत्रं नास्ति अधिकारसूत्रमस्ति अतः आप्रत्ययान्त अथवा निप्रत्ययान्तकृते नाम ये स्त्रीलिङ्गशब्दाः सन्ति तेषां कृते नास्ति किमपि सूत्रं प्रातिपदिकसंज्ञा कृते अतः परिभाषा कार्यं करोति प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं नाम यदा प्रातिपदिकसंज्ञा भवति कस्यापि यदा प्रातिपदिकसंज्ञा भवति कस्यापि तस्य तदा लिङ्गविशिष्टस्य नाम तेन प्रातिपदिकेन स्त्रीलिङ्गबोधकप्रत्ययानामयोजनेन यत् स्त्रीलिङ्गविशिष्टरूपं भवति तस्य अपि ग्रहणं भवति प्रातिपदिक इति मध्ये अतः छात्र इति प्रातिपदिकत्वं प्राप्नोति छात्रा अपि तदा एव प्रातिपदिकं प्रातिपदिकत्वं प्राप्नोति लिङ्गविशिष्टरूपं तथैव कर्तृपुल्लिङ्गमस्ति तस्य त्रिलिङ्गकर्त्री अपि तदैव प्रातिपदिकत्वं प्राप्नोति इति महोदय अत्र प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् अत्र सारांशः किं तथैव मया उक्तं खलु यदा प्रातिपदिकं भवति कस्यापि प्रातिपदिकत्वं तदा तस्य लिङ्गविशिष्टस्य तस्य अन्यलिङ्गे ये रूपाणि सन्ति तेषामपि प्रातिपदिकत्वं भवति उदाहरणार्थं छात्र इति पुल्लिङ्गम् अस्ति तस्य प्रातिपदिकत्वं भवति अर्थवत् धातुः अप्रत्यय इति सूत्रे यदा छात्रस्य इति शब्दस्य प्रातिपदिकत्वं भवति तदैव तस्य विशिष्टलिङ्ग यद्रूपम् अस्ति नाम स्त्रीलिङ्गरूपम् अस्ति छात्रा तस्य अपि प्रातिपदिकत्वं भवति इति अस्तु महोदय सर्वे अवगच्छन्ति आम् महोदय तत्र महोदय छात्र इति अर्थवत् इति तत्र यदि तत्र ऊणादिप्रत्ययेन निर्मितमस्ति चेत् तदपि अर्थवत् भवति वा कृत् इति प्रत्यय कृत् मध्ये समासः इत्यनेन भवति वा कोऽपि किमपि अर्थवत् प्रथम किमस्ति कण्डिशन् अस्ति प्रातिपदिकस्य कृते तदपि ऊणादि प्रत्ययाः सन्ति खलु तेषां तत्रापि योजनं भवति तत्र तद् वदन्ति तत् कृत् प्रत्यय इव सन्ति इति तत्र उणादिप्रत्ययः कियत् किमस्ति अत्र कियत् येषां निर्माणं न भवति अत्र अव्युत्पन्नपदानां युणादिप्रत्ययेन निर्मितं भवति खलु तत्र तत्र केन कृत्तसमासश्च इत्यनेन भवति वा अथवा अर्थवत् इत्यनेन भवति वा न भवितुं शक्नोति यतो हि कृदन्त नास्ति तद्धितान्त नास्ति अर्थवत् किमर्थमिति सर्वे शब्दाः धातुजा इति वदन्ति खलु तत्र तत्र अतः उणादिप्रत्ययेन नियम तत्र तेषां व्युत्पत्तिः साधय व्युत्पत्तिं साधयन्ति खलु जनाः अस्तु महोदय अत्र नपुंसलिङ्गलिङ्गे अपि एवमेव भवति वा नपुंसकलिङ्गे च तत्र प्रायः तत्र किमपि यस्य महत्त्वं नास्ति यतोहि नपुंसकलिङ्गरूपं भवति एव तत्र अन्ते प्रत्ययः नास्ति खलु त्रिलिङ्गकृते किमर्थं परिभाषायाः आवश्यकता यतोहि स्त्रीलिङ्ग इति प्रत्ययान्तशब्दः अस्ति खलु प्रत्ययान्तशब्दस्य अर्थवत्त्वेन प्रातिपदिकत्वं न भवितुं शक्नोति अतः मुख्यरूपेण स्त्रीलिङ्गकृते एव भवति परिभाषा नपुंसकलिङ्ग तत्र प्रत्ययान्तः नास्ति यथा पुल्लिङ्गवत् पुल्लिङ्गवत् एव भवति अनन्तरमेव तत्र नपुंसकप्रत्ययः योजयन्ति खलु सर्वे आगच्छन्ति आं महोदय आं महोदय अग्रे तर्हि अग्रे पठतु रघुपतिमहोदय अनेन प्रातिपदिकस्य अनेन प्रातिपदिकस्य विधानार्थं सर्वाणि यन्त्राणि अस्माकं पुरतः सन्ति द्वे सूत्रे एका परिभाषा च द्वे सूत्रे इति अर्थवता प्रत्यय अपि च कृतसमासश्च अपि च प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् इत्यनेन तत्र स्त्री यदि यद्यपि प्रत्ययान्ताः सन्ति तेषाम् अपि प्रातिपदिकसंज्ञा भवति इति अस्ति प्रातिपदिकम् अस्माकम् आधारः अस्ति अष्टाध्यायः चतुर्थे पञ्चमे च अध्यायोः यत्र सुबन्तानां पदानां निष्पादनार्थं सर्वे प्रत्ययाः विहिताः सन्ति अस्तु, अष्टाध्यायः चतुर्थे पञ्चमे पादे सुबन्तपदानां निष्पादनार्थं सर्वे प्रत्ययाः विहिताः सन्ति, तेषु सुप्रत्ययाः प्रमुखाः, अधः त्रयाणाम् अधिकारसूत्राणां समर्थनेन सुप्रत्ययानां विधानार्थम् अर्थपूर्णं वाक्यं सिद्धम् इति अस्ति. तत्र त्रयाणाम् अधिकारसूत्र अधिकारसूत्रमस्ति, प्रत्ययः परश्च अपि च नाप्रातिपदिकात् इति. अग्रे सूत्रमस्ति सौजस्मौर्चस्भ्या ताभ्यां बिस् गेभ्यां ब्यस् नसिभ्यां नस् सोसाम्योसु इति. प्रत्ययः परश्च ज्ञाप्रातिपदिकात् इत्येषाम् अधिकारः अनुसृतिसूत्रमस्ति, ज्ञाप्रातिपदिकात् सौजसादि प्रत्ययः परश्च इति अस्ति. अत्र ज्ञाप्रातिपदिकात् अपि च इत्युक्ते त्रिप्रत्ययात् त्रिप्रत्ययान्तात् अपि च प्रातिपदिकात् तत्र सुप्रत्ययाः विधीयन्ते इति, परश्च भवति तत्र प्रातिपदिकात् इति. सर्वे आगच्छन्ति वा? सर्वे आगच्छन्ति खलु? अस्तु अग्रे समापयतु. अधुना अधुना प्रातिपदिकस्य आधारः कः कथं भवति इति अस्माभिः ज्ञातम्. अग्रिमेषु पाठेषु प्रातिपदिकस्य आधारेण कथं सुप्रत्ययाः युज्यन्ते, सुबन्तपदस्य निष्पादनार्थम् इति अवलोकयिष्यामः अग्रिमेषु पाठेषु. तर्हि प्रातिपदिकस्य संज्ञा कथं भवति इति वयं जानीमः इदानीं. तदनन्तरं सुबन्तपदानां निर्माणं कथं भवति अग्रे पठिष्यामः. अस्तु अग्रे परिशिष्टं मया पठनीयं महोदय. एकनिमिषः, विजय महोदय पठतु. परिशिष्टम् आलोचनक्रमे मनसि प्रश्नः उदेति यत् अर्थवद् अधातु अप्रत्यय प्रातिपदिकम् इत्यनेन कीदृशकार्यं विधीयते, अपि च अर्थवद् अधातु अप्रत्यय प्रातिपदिकं कृत् तद्दिश समासा च इति सूत्रयोः कीदृशसम्बन्धः इति. अत्र द्वयोः मध्ये कीदृशसम्बन्धः भवति इति. अत्र प्रथमतया अर्धवद् अधातु अप्रत्यय प्रातिपदिकम् इति सूत्रं स्वीकुर्मः. प्रश्नः अस्ति यत् अनेन सूत्रेण केवलं यस्य प्रातिपदिकसंज्ञा भवति तत् सूच्यते, अथवा यस्य प्रातिपदिकसंज्ञा न भवति तदपि सूच्यते. नाम अत्र निषेधः भवति वा न वा? केषाञ्चित् मनसि स्यात् यत् अत्र केवलं प्रातिपदिकसंज्ञा ग्रहणस्य विषयः, नाम प्राप्तिः न तु निषेधः. एवं भवति चेत् यः अर्थवान् किन्तु धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तः नास्ति, प्रत्ययान्तः च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति. परन्तु यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति. अतः सर्वमपि यथा प्रत्ययः नास्ति, किमस्ति अत्र धातुः नास्ति, परन्तु प्रातिपदिकसंज्ञा भवति वा न वा इति प्रश्नः उदेति चेत् अत्र प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति एव, अतः प्रातिपदिकसंज्ञा भवति एव. नास्ति अत्र अर्थवत् अधातोः प्रत्ययः प्रातिपदिकम् इति सूत्रं वदति प्रातिपदिकसंज्ञा कस्य भवति, अथवा अपि च वदति यस्य प्रातिपदिकसंज्ञा न भवति इति अपि वा, नाम निषेध अपि करोति वा? अथवा अत्र केवलं कस्य केषाञ्चित् मनसि स्यात् यत् अत्र केवलं प्रातिपदिकसंज्ञा ग्रहणस्य विषये न तु निषेधः. एवं भवति चेत् यः अर्थवान् किन्तु धातुः नास्ति, प्रत्ययः नास्ति, तस्य प्रातिपदिकं भवति. परन्तु यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति इति अस्ति वा? नाम ये वदन्ति यत् अत्र केवलं प्रसक्तिः भवति, निषेधः न। ते वदन्ति यत् यत्र अधातुः अस्ति, अप्रत्ययः अस्ति, अप्रत्ययान्तः अस्ति, तस्य प्रातिपदिकसंज्ञा भवति। परन्तु यदि धातुः अस्ति अथवा प्रत्ययः अस्ति अथवा प्रत्ययान्तः अस्ति, तस्य प्रातिपदिकसंज्ञा निषिध्यते इति तु नास्ति, एतादृशं जनाः वदन्ति। तदा एतादृशम् अस्ति वा इति नाम ते वदन्ति केवलं प्राप्तिः अस्ति, निषेधः तु निषेधं तु न करोति सूत्रम् इति अस्ति वा इति अग्रे पठिष्यामः। अस्तु रघुपतिमहोदय अग्रे। अस्तु तथा ततः खलु महोदय, तथा अस्ति चेत् अस्मिन् सूत्रे शक्तिः न स्यात्, प्राप्तिरपि अस्ति निषेधः अपि अस्ति। एवं नास्ति यत् धातोः प्रातिपदसंज्ञा भवितुमर्हति केवलम् अनेन सूत्रेण न, तथैव एवं नास्ति यत् प्रत्ययस्य प्रातिपदसंज्ञा भवितुमर्हति केवलम् अनेन सूत्रेण न, अथवा प्रत्ययान्तस्य प्रातिपदसंज्ञा भवितुमर्हति केवलम् अनेन सूत्रेण न। त्रिभिः अपि प्रातिपदसंज्ञा निषिध्यते, अधातुः इत्यस्य कथनेन पर्युदास इति प्रतिषेधः तथैव अप्रत्ययान्तः अपि, अनेन शक्तिः आगच्छति। यत् धातुः अस्ति चेत् प्रातिपसंज्ञा न भवति, प्रत्ययः अस्ति चेत् प्रातिपसंज्ञा न भवति, प्रत्ययान्तः अस्ति चेत् प्रातिपसंज्ञा न भवति। केवलं धातुभिन्नस्य प्रत्ययान्तभिन्नस्य प्रत्ययभिन्नस्य प्रत्ययान्तभिन्नस्य प्रातिपदिकसंज्ञा भवति इति। अत्र निषेधः अस्ति वा इति प्रश्नः, तत्र निषेधः अपि अस्ति इति अत्र दत्तमस्ति इति वदति खलु महोदय। निषेधः अपि अस्ति नाम केवलम् अधातुः प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवति इति तु अस्ति, परन्तु यस्य धातुसंज्ञा अपि च प्रत्ययसंज्ञा अथवा प्रत्ययान्तसंज्ञा भवति तस्य प्रातिपदिकत्वं न भवति इति अपि सूत्रे अस्ति। तथैव तेनैव सूत्रस्य शक्तिः आगच्छति। तर्हि प्राप्तिः अपि कुत्र भवति, निषेधः अपि कुत्र भवति इति सूत्रं कथयति। अत्र पर्युदास इत्युक्ते किं कोऽपि जानाति वा पर्युदासस्य शब्दस्य अर्थः? आं महोदय, प्रतिषेधः इति भवति। प्रतिषेधः नाम किम्? प्रतिषेधः इत्युक्ते निषेधः, मया तादृशमेव। आम् महोदय, अत्र रघुपदेव आचार्य एतत् पूर्वं वयं दृष्टवन्तः खलु रमा भगिन्याः वर्गे पर्युदासः इति अपवादः, एक्सेप्शन्। तर्हि अधातुः इत्यस्य कथनेन पर्युधास इति प्रतिषेधः, पर्युधासः नाम एक्सेप्शन्। अच्छा, तथैव अस्तु अग्रे। तर्हि अर्थवत् अधातुः प्रातिपदिक पठतु अग्रे महोदय। हा अग्रे, अर्थवत् अधातु अप्रत्यय प्रातिपदिकम् इत्यनेन यस्य प्रातिपदसंज्ञा अपेक्षिता तस्य विधिः, यस्य च न भवेत् तस्य निषेधः। नञ् इत्यनेन त्रयाणां व्यावृत्तिः, अयं निषेधार्थः प्रतीतः गम्यः। अधातुः अप्रतेति शब्दे निहितमस्ति, शब्दस्य अर्थशक्त्या अयं बोधः जायते। अत्र विधि प्रातिपदिकसंज्ञा यस्य प्रातिपदिकसंज्ञा भवति तस्य विधिः अपि अस्ति, यस्य निषेधः अस्ति तस्य अपि अस्ति। नञ् इत्यनेन त्रयाणां व्यावृत्तिः इत्युक्ते अधातुः अप्रत्ययः इति तत्र त्रयाणां निषेधः भवति, अधातु अप्रत्यय किमस्ति प्रत्ययान्तस्य वा त्रयाणां निषेधः। आम् हा तत्र त्रयमपि अस्ति, त्रयमपि निषेधः अपि अस्ति, विधिः अपि अस्ति इति अस्ति। निषेधः अपि अस्ति, यस्य भवति प्रातिपदिकसंज्ञा तस्य कृते विधिः, यस्य न भवति प्रातिपदिकसंज्ञा तस्य कृते निषेधः इति। अस्तु, सर्वे अवगच्छन्ति? आं महोदय, इदानीं पर्यन्तम् अवगतं किञ्चित्। अस्तु अग्रे, प्रश्नः अस्ति वा कस्यापि? न महोदय. अग्रे मीना महोदय अपि अस्ति. नमस्ते महोदय, म्यूट् मध्ये अस्ति. अग्रे मदन् भगिनी न पठति वा? मदन् महोदय अपि अत्र अस्वस्थ अस्ति. अस्वस्थ अस्ति. तर्हि महोदय भवानेव पठतु. एते त्रयः अपि. एते त्रयः अपि धातुः प्रत्ययः प्रत्ययान्तः अस्तवन्तः, परन्तु धातोः प्रातिपसंज्ञा भवति इति चेत् समस्या जायते. हन् धातोः लङ्लकारे प्रथमपुरुषे एकवचने अहन् इति रूपस्य नकारलोपः भविष्यति, न लोपप्रातिपदिकान्तस्य इति सूत्रेण. अस्तु, हन् धातोः लङ्लकारे प्रथमपुरुषे एकवचने अहन् इति अस्ति, इदानीं नकारलोपः भविष्यति, न लोपप्रातिपदिकान्तस्य इति सूत्रेण. प्रत्ययः अपि अर्थवान्, अतः तस्य प्रातिपद्या निषेधः आवश्यकः. प्रत्ययः चतुर्विधाः सुप् तिङ् कृत् तद्धित च. प्रत्ययान्तानां प्रातिपसंज्ञा भवति चेत् सुबन्तेभ्यः तिङन्तेभ्यः च सुप् प्रत्ययविधानम् आरक्ष्यते. अतः अस्य सर्वस्य निवारणार्थं स्पष्टीकरणार्थं च येषां त्रयाणां प्रातिपसंज्ञा निषेधः भवति अर्थवत् अधातुः अप्रत्यय प्रातिप इति सूत्रेण संज्ञाप्राप्तिरपि अस्ति, संज्ञानिषेधः अपि अस्ति. न इत्यस्य कथनेन निषेधः स च निषेधः द्विविधः अग्रे उच्यते इति अस्ति. किं लिखितम् अत्र? त्रयाणां तत्र व्यावर्तनम् अस्ति. धातुः प्रत्ययः प्रत्ययान्तः त्रय अपि अर्थवन्तः, अतः तत्र अर्थ तेषाम् इदानीम् अर्थवत् इति अस्ति खलु, तत्र तेन तत्र प्रातिपसंज्ञा भवति चेत् किं भवति इति इत्युक्ते तत्र न लोपप्रातिपदिकान्तस्य तत्र नकारस्य लोपः भवितुमर्हति. अहन् इति अर्थवत् अस्ति, अपि च तत् किमस्ति तत्र अर्थवान् अस्ति खलु तत्र, अनेन तत्र अर्थवान् तस्य प्रातिपदिकं निषेधः आवश्यकः अस्ति. तत्र प्रातिपदिकं न भवतु इति प्रातिपदिकं भवति चेत् तत्र नकारस्य लोपः भवितुमर्हति इति दत्तमस्ति. अग्रे प्रत्ययचतुर्विधाः प्रत्ययान्त भवान् वदतु महोदय किञ्चित् इति अस्ति. हा अस्तु, प्रत्ययचतुर्विधाः सुप् तिङ् कृत् तद्धिता च. प्रत्ययान्तानां प्राधान्या भवति चेत् अस्तु, प्रत्ययान्तानां प्राधान्यं भवति चेत् सुबन्तेभ्यः तिगन्तेभ्यः सुप्रत्ययविधानम् आरप्स्यते. अत्र पुनः भवितुमर्हति, अतः ज्ञाप्तातिपतिकादित्येन सुबन्तस्य तिगन्तेभ्यः अपि क्षम्यतां. प्राधान्या भवति चेत् आं सत्यं, तत्र तेषामपि भवति सुप्रत्यय ज्ञाप्तातिपतिकादित्येन सुप्रत्यया विधीयन्ते. अतः तस्य निवारणार्थं स्पष्टीकरणार्थं च तत्र त्रयाणां प्रातिपदिकसंज्ञा निषेधः भवति. अतः अर्थवत् अदात् अप्रत्यय इत्यनेन तत्र संज्ञा अर्थवत् इत्यस्य प्राप्तिः अस्ति, अपि निषेधः अपि अस्ति. धातुः अप्रत्ययान्तः प्रत्ययः धातुः अपि च प्रत्ययान्तस्य निषेधः इति अस्ति. यद्यपि अर्थवत् अस्ति परन्तु निषेधः करणीयं. किमर्थं निषेधः न करणीयं चेत् तत्र अनिष्टरूपं भवति, कुत्रचित् प्रातिपसंज्ञा भवति चेत् सुबन्तेभ्यः तिगन्तेभ्यः अपि सुप्रत्ययस्य विधानं भवितुमर्हति, आरम्भं भवति इति कृत्वा तस्य व्यावर्तनम् अस्ति. तर्हि निषेधः करणीयः. धातोः प्रत्ययस्य प्रत्ययान्तस्य प्रातिपसंज्ञा न भवति, अर्थवत् भवति चेदपि अनेन सूत्रेण एव निषेधः भवति. निषेधः न भवति चेत् समस्या भवति, नाम धातोः अर्थवत् धातोः अपि प्रातिपदिकसंज्ञा भवति चेत् हन् धातुः अस्ति, तस्य अहन् इति लङ्लकाररूपं भवति. हन् धातोः तस्य अहन् इति लङ्लकाररूपं भवति. अत्र अन्ते धातुः अस्ति, पदस्य अन्ते शब्दस्य अन्ते धातुः अस्ति. धातुः अपि प्रातिपदिकं करोति चेत् अहन् इति लङ्लकाररूपस्य प्रातिपदिकसंज्ञा अपि भवति. तथा न लोपप्रातिपदिकान्तस्य इति एकं सूत्रमस्ति. न लोपप्रातिपदिकान्तस्य प्रातिपदिकस्य अन्ते नकारः अस्ति चेत् तस्य लोपः भवति, अतः रूपं भवति अह. तत् सम्यक् रूपं नास्ति खलु. अतः धातोः प्रातिपदिकसंज्ञा न करणीया। तदनन्तरं प्रत्ययान्तस्य अपि प्रातिपदिकसंज्ञा न करणीया। प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवति चेत् ये सुबन्त सन्ति यथा रामः रामौ रामाः सुबन्तप्रत्ययास्सन्ति तेषां पुनः तेभ्यः पुनः सुप्रत्ययाः भवन्ति तथा समीचीनं नास्ति। अथवा तिङन्तशब्दाः सन्ति अपठत् अपठिताम् अपठन् अपठत् इति तिङन्तमस्ति तस्मात् अग्रे अपि करोतु सुप्रत्ययः तर्हि किमपि अन्यदोषपूर्णरूपमेव भवति अतः तादृशमपि किमपि न करणीयम्। अतः प्रत्ययान्तस्य अपि प्रातिपदिकसंज्ञा न भवति धातोः अपि प्रातिपदिकसंज्ञा न भवति अनेनैव सूत्रेण प्रसक्तिः अपि करोति सूत्रं निषेधमपि करोति सूत्रम् इति सर्वागच्छन्ति वा? आं महोदय इदानीम् आगच्छामि। अस्तु अग्रे विजय महोदय। आं महोदय अग्रे पठामि। अत्र प्रत्ययान्तानाम् अर्थवद् धातु अप्रत्ययप्रातिपदिकम् इत्यनेन प्रातिपदिकसंज्ञा निषेधः भवति इति कारणतः एव कृत् तद्धितसमासा च इत्यस्य आवश्यकता अस्ति। अर्थवद् धातु अप्रत्ययप्रातिपदिकम् इत्यनेन चतुर्णामपि प्रत्ययान्तानां प्रातिपदिकसंज्ञा निषेधक सुबन्ताणां तिङन्ताणां कृदन्ताणां तदितान्तानां च तदा कृदन्ताणां तदितान्तानां प्रातिपदिकसंज्ञा साधनार्थम् अपवादभूतसूत्रं कृत् तद्धितसमासात् च दीयते। अनेन फलितार्थः भवति यत् सुबन्तान् तिङन्तान् च त्यक्त्वा प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति। अर्थवदधातु प्रत्ययप्रातिपदिकम् इत्यनेन यदि प्रत्ययान्तनिषेधः न स्यात् तर्हि एतादृश अर्थः स्पष्टतया न ज्ञायते। अत्र कृत्तत्तितसमासाच्च अनेन एव तत्र सुबन्तानां तिङन्तानाम् अनन्तरं एतत् सर्वं त्यक्त्वा प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति इति अर्थवद् अधातु प्रत्ययः इति तत्र निषेधः भवति परन्तु अत्र कृत् तद्धितसमासा च इत्यस्य आवश्यकता अस्ति एव अत्र इति एव मया ज्ञायते महोदय। इतोपि किञ्चित् वक्तव्यं चेत् भवान् कृत्तद्धितसमासाश्च इति सूत्रं वदति यत् प्रत्ययः चत्वारः प्रकाराः सन्ति खलु सुबन्त सुप्रत्ययः तिङ् प्रत्ययः कृत् प्रत्ययः तद्धित् प्रत्ययः। तर्हि कृत् प्रत्यय आन्तस्य तद्धित् प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवति अपि च तस्य अर्थः किं निष्कर्षः किं सुबन्तप्रपद शब्दस्य तिङन्तशब्दस्य प्रातिपदिकसंज्ञा न भवति इति। तर्हि तद्धितान्त अथवा कृदन्तशब्दस्य प्रातिपदिकसंज्ञा भवति। सुबन्तस्य तिङन्तस्य किं संज्ञा भवति का संज्ञा भवति? यस्य अन्ते कृत् प्रत्ययः भवति अथवा तद्धित् प्रत्ययः भवति तस्य प्रातिपदिकसंज्ञा भवति कृत् तद्धित् समासाश्च इति सूत्रेण। यस्य अन्ते सुप्रत्ययः भवति अथवा तिङ् प्रत्ययः भवति तस्य प्रातिपदिकसंज्ञा न भवति तस्य का संज्ञा भवति? तिङ् प्रत्ययः तस्य पदसंज्ञा भवति। यस्य अन्ते कृत् अथवा तद्धित् प्रत्ययः अस्ति तस्य प्रातिपदिकसंज्ञा भवति इति अस्ति। सर्वे आगच्छन्ति? अस्तु अग्रे आम् महोदय। अधुना नञ् इत्यस्य सटनेन द्विविधः प्रतिषेधः भवति पर्युदासः च प्रसज्यः च अधातुः अप्रत्ययः अप्रत्ययान्तः इति एतादृशनिषेधः पर्युदासः इति उच्यते। अधातुः इत्यस्य कथनेन नञ् इत्यस्य इङ्गितमस्ति अत्र. अधुना नञ् कथनेन द्विविधः प्रतिषेधकः भवति. प्रतिषेधकः इदानीं भवान् एव उक्तवान् अपवादः इति अर्थेन. अत्र पर्युदासकः न, पर्युदासक एव अत्र अपवादः च प्रसज्यः. एतत् किं भवति, अर्थं किम् अस्ति इति अग्रे अस्ति इति खलु महोदय, अग्रे एव अस्ति. अत्र अधातुः अप्रत्ययः अप्रत्ययान्तः इति एतादृशनिषेधः पर्युदासः इति उच्यते, अपवादः इति उच्यते. अधातुः इत्यस्य कथनेन ञै अ धातुः अधातुः इति नञ् इत्यस्य इङ्गितमस्ति अत्र. अग्रे पठामि वा? पठतु. आदेश उपदेशिति इत्यनेन इत्यस्मिन् यत् ञञ् भवति नञ् भवति तत् प्रसज्य प्रतिषेधः. अत्र यदि वदामः यत् अस्य अर्थः एवं यत् उपदेश अवस्थायाम् एजन्तधातोः आत्वादेशः अशितिप्रत्यये परे, तर्हि अशितिप्रत्यये परे इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति. यदि वदामः यत् उपदेश अवस्थायाम् एजन्तधातोः आत्वादेशः शितिप्रत्यये परे न भवति, तर्हि प्रसज्यप्रतिषेधः अशितिप्रत्यये परे इत्यस्य अर्थः एवं यत् तादृश प्रत्ययः परः भवेत् यः षित् नास्ति, नाम कश्चन प्रत्ययः अपेक्षितः स च प्रत्ययः षित् न भवेत्. परः षित् प्रत्ययः नास्ति, शून्यमस्ति, तर्हि एजन्तदातस्य एजन्तस्य आत्वं न भवति. यङ् लुकि गै धातुतः यङ् लुक् भवति. अस्यां दशायाम् अशितिप्रत्यये परे नास्ति, अतः आत्वं न भविष्यति. गै इति अस्ति, अतः तत्र आत्वं न भवति इति. प्रत्ययः भवेत् षित् न स्यात्. सदा कार्यं जायते इति चेत् समस्या, यतोहि यङ् लुकि प्रत्ययः एव नास्ति, अतः आत्वं न भविष्यति. किन्तु आत्वम् अपेक्षितम्, अतः अत्र प्रसज्य प्रतिषेधः न तु पर्युदासः. यत्र भवान् एव वदतु महोदय, भवान् वदतु. इदानीं यत्र अत्र आदेचे उपदेशे शिति इति किं चेत् आत्वं भवति इति अत्र पूर्वमेव दृष्टवन्तः. द्विविधः प्रतिषेधः, एतत्तु पर्युदासः, अन्यच्च प्रसज्यः इति. यत्र प्रत्ययः षित् भवति अत्र षित् भवति न यत्र षित् प्रत्ययः नास्ति, शून्यमस्ति, तत्र एजन्तधातुः अस्ति चेत् अत्र आत्वं न भवति. उदाहरणरूपेण स्वीकुर्मः चेत् अत्र गै इति यङ्ग् लुक् अत्र भवति, अतः तत्र आत्वं न भवति. अस्यां दशायाम् अशित् प्रत्यये परे नास्ति, अतः आत्वं न भविष्यति इति. प्रत्ययः भवेत् षित् न स्यात्, तदा कार्यं जायते एव. अत्र यतोहि यङ् लुकि प्रत्ययः एव नास्ति, अतः आत्वं न भविष्यति इति पूर्वमेव वयं दृष्टवन्तः. तादृशं तत्र पुनरपि तावत् तादृशमेव अत्र भवति. किन्तु आत्वम् अपेक्षितम् अत्र, अतः अत्र प्रसज्य प्रतिषेधः न तु पर्युदासः. यत्र आत्वम् अपेक्षितमस्ति तत्र प्रसज्य प्रतिषेधः एव अपेक्षितं, न तु पर्युदासः. पर्युदासः इत्युक्ते अपवादः इति. किमस्ति, एकम् उदाहरणमस्ति, आदेश उपदेशे अशिति. अत्र अशिति इति शब्दस्य अर्थः कः? प्रतिषेधः अस्ति खलु अत्र, नय तत्पुरुषः अस्ति. अशिति इत्युक्ते न शिति, प्रत्ययः भवतु न शित् भवतु इति अर्थः. शृणोतु, न शिति इति नय तत्पुरुषः अस्ति, नय तत्पुरुषसमासः अस्ति न शिति. तर्हि न शिति इत्युक्ते किम्? अत्र नाम तत्र शित् नास्ति, शित् नाम एकमस्ति पर्युदासप्रतिषेधः. नाम एकमर्थं भवितुं शक्नोति यत् अशित् प्रत्ययपरे, अशित् प्रत्ययपरे नाम प्रत्ययः भवतु, कोऽपि प्रत्ययः भवतु, परन्तु शित् न भवेत् इति इति अर्थः अस्ति, अथवा शित् प्रत्ययपरे न भवति उपदेश आदेश इति अर्थः अस्ति। प्रश्नः अस्ति खलु, सम्यक् प्रश्नः अस्ति। आदेश उपदेश अशिति मध्ये अशित् प्रत्ययः परे, अशित् प्रत्ययपरे नाम कोऽपि प्रत्ययः अस्ति, शित् नास्ति, तादृशस्थित्याम् आदेश आत् उपदेशः भवति इति अस्ति वा, अथवा अन्य अर्थः अस्ति यत् उपदेश आदेश उपदेशे नाम आत् आदेश सर्वदा भवति, प्रत्ययः अस्ति न वा, परन्तु शित् प्रत्ययः परे अस्ति चेत् न भवति इति। तस्य अर्थः किम्? प्रथमः अस्ति पर्युदासप्रतिषेधः, नाम कश्चन प्रत्ययः अपेक्षितः, स च प्रत्ययः शित् न भवेत् इति एकं भवितुं शक्नोति, तत् अस्ति पर्युदासप्रतिषेधः। अन्यमस्ति यत् प्रत्ययः नास्ति चेदपि आद् आदेशः भवति, परन्तु शित् प्रत्ययः परे अस्ति चेत् न भवति इति। नाम प्रत्ययः नास्ति चेदपि, शून्यमपि अस्ति चेत् कार्यं भवति, तदस्ति प्रसज्यप्रतिषेधः। तर्हि किं समीचीनं, प्रसज्यप्रतिषेधः वा पर्युदासप्रतिषेधः वा? अत्र अत्र प्रसज्य इति दत्तमस्ति, प्रसज्य गैधातु, गैधातु गैधातुतः यङ् लुक् भवति, अस्यां दशायाम् अशित् प्रत्ययः परः नास्ति, अतः आत्वं न भविष्यति। प्रत्ययः भवेत् शित् न स्यात् तदा कार्यं जायते इति चेत् समस्या, यतोहि यङ् लुकि प्रत्ययः एव नास्ति अतः आत्वं न भविष्यति, किन्तु आत्वम् अपेक्षितम्। अत्र यङ् लुक् मध्ये गैधातुः अस्ति, तत्र द्वित्वं करणीयं गैधातु। तर्हि अत्र यङ् लुक् मध्ये किं भवति, गै योगः यङ् तस्य लुक् भवति, अतः वस्तुतः गै तस्य, तस्मात् अग्रे प्रत्ययः एव नास्ति, तस्य लुक् भवति। तर्हि पर्युदासप्रतिषेधः अस्ति चेत् किं भवति, प्रत्ययः भवतु अशित् मा भवेत्। तर्हि यङ् लुक् मध्ये अग्रे प्रत्ययः एव नास्ति, तस्य लुक् भवति खलु, प्रत्ययः एव नास्ति चेत् तस्य पर्युदासप्रतिषेधः वदति आत् आदेशः मा करोतु। परन्तु प्रसज्यप्रतिषेधः वदति यत् शित् प्रत्ययः नास्ति, अन्यथा सर्वदा आत् आदेशः भवति। तर्हि अत्र गै मध्ये अग्रे यङ् प्रत्ययस्य लुक् भवति, यङ् शित् नास्ति, अतः तस्य शित् नास्ति, अतः प्रत्ययस्य लुक् अपि भवति चेत् आत्वं करोतु इति प्रसज्यप्रतिषेधः वदति। तर्हि सम्यक् रूपं किम्? सम्यक् रूपमस्ति प्रसज्यप्रतिषेधः, यतोहि प्रत्ययः नास्ति चेदपि आत्वं भवति, केवलं शित् प्रत्ययः नास्ति चेत्, अतः अत्र प्रसज्यप्रतिषेधः न तु पर्युदासः। भेदं ज्ञातुं शक्नुमः खलु सर्वे, पर्युदासप्रतिषेध प्रसज्यप्रतिषेधे? परन्तु कथं वा ज्ञातुं शक्नुमः महोदय, अत्र प्रसज्य अस्ति वा इति परिदासः अस्ति वा? तद् महोदय पठनेन एव प्रायः, व्याकरणस्य पठनेन एव वयं ज्ञातुं शक्नुमः, केवलं सूत्रं दृष्ट्वा एव, सूत्रं दृष्ट्वा केवलम् अहं न जानामि कथं ज्ञातुं शक्नुमः। अत्र केवलं सूत्रं दृष्ट्वा कठिनता भवति खलु। अत्र आदेश उपरि अशीति इति अस्ति खलु, तत्र सप्तमी अस्ति अशीति इति, तत्र तादृशप्रयोगः भवितुमर्हति। अशीति इत्युक्ते कोऽपि अशित् प्रत्ययः अस्ति चेत् इति एव इति अर्थः भवितुमर्हति इति खलु, अतः तत्र भवितुं शक्नोति। अतः केवलं सूत्रं दृष्ट्वा न ज्ञातुं शक्नुमः, अन्यमपि पठनीयम्। तर्हि अत्र एतादृशं नास्ति यत् प्रत्ययः भवतु अशित् भवतु, तादृशं नास्ति, सर्वदा आद् आदेशः भवति, प्रत्ययः अस्ति वा नास्ति वा, केवलं शित् प्रत्ययः परे अस्ति चेत् न भवति। यथा गै योगः शप्, तत्र गाय भवति, तस्य गा इति न भवति, गाय गै योगः अगाय गायति, परन्तु गैयोगः लृट् लकार, लृट् लकारमध्ये शिर् प्रत्ययः नास्ति खलु, स्यति इति भवति, अतः रूपं भवति गास्यति, गै तस्य गा भवति इति श्रयागच्छति खलु। लट् लकारे गैयोगः शप्, शप् इति शिप् प्रत्ययः अस्ति, अतः अस्य सूत्रस्य कार्यं न भवति, अतः सामान्यतया गैयोगः शप्, गैयोगः अ एचयवायः भवति, गाय इति भवति, गायति इति रूपं। परन्तु लृट् लकारे स्यति अस्ति, स्यति इति षित् प्रत्ययः नास्ति खलु, षित् नास्ति, प्रत्ययः अस्तु नास्तु चिन्ता नास्ति, षित् नास्ति, अतः तत्र गै तस्य गा भवति, गास्यति इति श्रयति खलु महोदय। हा महोदय, अत्र प्रसिज्य प्रतिषेधः भवति। मया पठनीयं महोदय? अत्र अस्माकम् इष्टः अर्थः अस्ति यत् एजन्तधातूनाम् आत्वं भवति सदा एव, शिचिप्रत्यये परे न भवति इति कृत्वा प्रसज्जप्रतिषेधस्य वदनार्थं वाक्यद्वयं प्रयोक्तव्यम्। एकविधिः यस्य किमपि नियमनं नास्ति तदा पृथक्तया तस्य निषेधः। एवं वदामश्चेत् प्रत्ययः नास्ति चेदपि आत्वं भवति, अतः यङ् लुकि एजन्तानाम् आत्वम् इति तत्र अस्ति। तत्र अस्माभिः पूर्वमेव पठितं प्रसिज्य प्रतिषेध इत्युक्ते कुत्रापि तस्य कार्यं भवति, नाम नियमं नास्ति, केवलं यत्र न भवति तत् लिखितं, यत् न भवति तदेव लिखितमस्ति, अन्यत्र भवति एव, अन्यत्र सर्वदा भवति, सर्वत्र भवति, सर्वदा भवति, यत्र न भवति तदेव लिखितम्। आदेश उपदेशवशिति मध्ये सर्वदा आद् आदेशः भवति, केवलं प्रत्ययः परे अस्ति चेत् न भवति, ते सर्वदा भवति, यत्र न भवति तत्र पृथक्तया निषेधः, तादृशनिषेधः अस्ति प्रसिज्य प्रतिषेधः। यत्र अन्यरीत्या किमपि अस्ति, यत् नाम विधि एव अस्ति, अस्मिन् एव समये इदं कार्यं भवति इति यदि लिखितमस्ति, नाम अस्मिन् एव निमित्त अयम् इदमेव निमित्तम् अस्ति चेत्, अशित् एव प्रत्ययः अस्ति चेत् एव कार्यं भवति, एतादृशं यदि भवेत् तत् पर्युदासः भवति, तर्हि अत्र पर्युदासः नास्ति, प्रसृज्य अस्ति। अग्रे आदेश उपदेश अशित् इति अनुसूत्रमस्ति, तत्र उपदेशे एजन्तस्य धातोः आत्वं न तुषिति इति अस्ति, तत्र अनुसूत्रमस्ति एषः धातोः आत् उपदेशे अशिति इति वयं जानीमः। तर्हि एषः धातोः आत् उपदेशे, उपदेश अवस्थायाम् एजन्तधातोः आत् आदेशः भवति इति अस्ति सर्वदा, कुत्र नास्ति षित् प्रत्ययपरे अस्य अर्थम् एतादृशं नास्ति यत् षित् भिन् प्रत्ययपरे आद् आदेशः भवति, न न प्रत्ययः नास्ति चेदपि आद् आदेशः भवति, षित् प्रत्ययः नास्ति अस्ति चेदेव न भवति, प्रत्ययः अस्तु नास्तु सर्वदा भवति, केवलं षित् प्रत्ययपरे अस्ति नास्ति चेत् न भवति। प्राकृतिककार्यमस्ति परन्तु अशिति फले न भवति इति तत्र अन्यथा किं अन्यथा सर्वदा भवति भवति बै डिफाल्ट् भवति षित् प्रत्ययपरे अस्ति चेत् इति तस्य किमपि तत्र निमित्तं न अपेक्षितमस्ति चेदेव निमित्तं न अपेक्षितं नास्ति। प्रसज्यप्रतिषेध कृत् नै प्रसज्यप्रतिषेधकृत नै कृत नै भवति, परिदासप्रदेश प्रतिषेधकृत नै भवति, प्रसज्यप्रतिषेधकृत नै भवति, परिदासप्रतिषेधकृत नै भवति, किमस्ति चेत् तत्र कृत् अनै किमस्ति महोदय तत्र न जानामि। कृत् कृत् नाम रामस्य कृते न, प्रतिषेधकृत नै, हा प्रतिषेध प्रसज्यप्रतिषेधकृत नै, अपि च पर्यदासप्रतिषेधकृत नै अपि भवति इति द्विप्रकारक नै भवति इति अस्ति वा, तादृश अस्ति वा? अत्तवत् अधातु अप्रत्ययप्रातिपदिकम् इति सूत्रे परिदासप्रतिषेधः अस्ति, अस्तु परिदासप्रतिषेध नै इति अस्ति अत्र, अतः धातोः प्रत्ययस्य प्रत्ययान्तस्य प्रातिसंज्ञा न भवति इति अस्ति, अत्र न भवति एव, अत्र प्रसज्ञा नास्ति। रं योग घञ् रामशब्द इति कृदन्तरूपम् अर्थवत् अधातु प्रातिपदिकमित्यनेन रामशब्दस्य प्रातिसंज्ञनिषेधः भवति। अर्थवत् अधातु अप्रत्यय प्रातिपदिकम् इत्यनेन रामशब्दस्य प्रातिसंज्ञा निषेधः भवति। तदा कृत्प्रतिसमासाश्च इति अपवादभूतसूत्रेण अस्य प्रातिपदिकसंज्ञा जायते इति अस्ति। ते रामशब्दः अपि वस्तुतः प्रत्ययान्तशब्दः अस्ति, तत्र घञ् अस्ति, घञ् इति कृत् प्रत्ययः अस्ति, अर्थवत् धातुः अशब्द इति सूत्रेण वस्तुतः तस्य प्रातिपदिकसंज्ञा मा करोतु, यतोहि प्रत्ययान्त अस्ति। परन्तु कृत् प्रत्ययसमासश्च इति सूत्रम् आगत्य अपवादं करोति यत् कृदन्त अस्ति चेदपि प्रातिपदिकसंज्ञा भवति, अतः राम इति घञ् प्रत्ययान्तशब्दस्य प्रातिपदिकसंज्ञा भवति। प्रातिपदिकसंज्ञा न भवति चेत् यदि तर्हि सुबन्तरूपाणि यत् वयं सर्वदा पठामि रामः रामः रामः रामः रामः रामान् ते अपि तानि अपि कदापि न भवितुं शक्नुवन्ति, यतो हि प्रातिपदिकमेव नास्ति चेत् रूपाणि कथं। परन्तु राम इत्यस्य तत्र अयोध्या रामस्य एव तत्र भवति वा, अन्यत्र राम इति तत्र किमपि अर्थः न अर्थवान् इत्यनेन भवति वा इति रामन् घञ् प्रत्ययः किमर्थम् इति तत्र रं धातुतः इति तत्र राम इत्यस्य पदस्य भवति वा अन्यत् भवति खलु रं योग घञ् कृष्ण इत्यस्य अर्थवत् इत्यनेन भवति वा, तत्र नास्ति खलु किमपि अन्यत् नास्ति। कृष्णपद कृष्ण इति प्रातिपदिकमस्ति, कृष्ण इति प्रातिपदिकं तस्य किं भवति तत्र अर्थवत् इत्यनेन भवति वा अथवा कोऽपि कृदन्तेन कृष्णमध्ये प्रत्ययः अस्ति वा अन्ते? नास्ति इति चिन्तयामि तत्र, परन्तु तत्र युणादिपत्येन युणादिपत्येन योजनं भवति खलु कुत्रचित् तत्र तत् कृदन्ते समागतम् इति कृत्वा ते वदन्ति केचन खलु तादृशः अस्ति वा। कृष्णमध्ये नास्ति यदि मन्ये आकर्षति इति कृषि इति आकर्षति आकर्षणम् इति तत्र किमपि कोऽपि वदति कृषि इत्यस्य अर्थः यत्र कृत् प्रत्ययः अस्ति तत् प्रत्ययः अस्ति अन्ते तत्र तु कृत् प्रत्ययः समासस्य सूत्रेण भवति, यत्र नास्ति तत्र अर्थवत् सूत्रेण भवति। हा यत्र नास्ति यत् स्पष्टमस्ति तत्र प्रत्ययान्तः अस्ति तत् कृदन्तः अस्ति चेत् वयं तत् तेन भवति द्वितीयसूत्रेण, अन्यथा प्रथमसूत्रेण भवति अव्युत्पन्नानां अवृत्पन्ना अस्ति चेत् अर्थवत् सूत्रेण, अवृत्पन्ना अस्ति चेत् कृत्प्रतिसमासश्च। महाभाष्ये प्रसज्यप्रतिषेधस्य दृष्टान्तः दीयते, प्रसज्यप्रतिषेधस्य अस्तु कोऽपि वदति अब्राह्मणम् आनय इति, यः ब्राह्मणः नास्ति तम् आनयतु इति अर्थः, तदा अस्य श्रवणेन अन्य काञ्चित् मृत्तिकाम् आनीतवान् उक्तवान् च इयं ब्राह्मणः नास्ति अनेन चिन्तन् सत्य अब्राह्मणम् आनयति इत्युक्ते तत्र कोऽपि मनुष्यः भवति वा इति तत्र कोऽपि अन्य अचैतन्यवस्तु अपि भवितुमर्हति खलु अब्राह्मणः उक्तवान् च इयं ब्राह्मणः नास्ति इति अनेन चिन्त्यते चेत् बिडालः कुक्कुरः यं कमपि अनेन आनेतुं शक्यते यः ब्राह्मणः न स्यात्, परन्तु यः यः प्रार्थनाम् अकरोत् तस्य आशयः एवम् आसीत् यत् एकः मनुष्यः आनेतव्यः तद्भिन्नत्वे सति तद्गतभूयः भूयो धर्मत्वं तद्भिन्नत्वं सति तद्गतभूयो धर्मत्वम् इति, अतः यः ब्राह्मणः न स्यात् किन्तु ब्राह्मणसदृशः तादृशापेक्षितम् इति, ब्राह्मणसदृशः मनुष्यः एव भवेत्, अब्राह्मणम् आनय इत्यस्य कथनेन यः आनीयते सः मनुष्यः भवेत्। आम् सत्यम्, एवमेव अशीतिप्रत्यये परे इत्यस्य कथनेन परः अस्ति सः प्रत्ययः भवेत्। अशीति इत्युक्तौ शीत् भिन्नप्रत्ययः परिदाससादृश्यम् अपेक्षितम्, अब्राह्मणम् आनय अत्र पर्युदासनिषेधः नाम मनुष्यम् आनय तद् मनुष्य ब्राह्मणः न भवेत् इति, अस्य अर्थः प्रसृज्य नास्ति यत् कमपि आनयतु आम् सत्यं ब्राह्मणम् आनयतु इति नास्ति, नाम कुक्कुरम् आनयतु, बिडालम् आनयतु, सिंहम् आनयतु इति किमपि नास्ति, मनुष्यमेव आनयतु, ब्राह्मणमनुष्य नास्ति इति. अतः अत्र पर्युदासनिषेधः अस्ति, मनुष्यम् आनयतु, ब्राह्मण नास्ति, प्रसृज्य नास्ति, नाम कमपि आनयतु ब्राह्मणं नानयति इति नास्ति. उपदेशे आदेश उपदेशे अशिति मध्ये प्रसृज्य अस्ति यत् किमपि भवेत् आत् आदेशः भवति, केवलं शित् प्रत्ययपरे न भवति इति. अत्र सादृश्यं न अपेक्षितमस्ति, परिदासार्थं सादृश्यम् अपेक्षितमस्ति, अत्र अब्राह्मणं नाम सादृश्यम् इत्युक्ते मनुष्यत्वम् अपेक्षितम् इति. नाम अन्यत् कोऽपि अन्यजन्तुं न मानयतु इति न, सादृश्यम् अपेक्षितं, मनुष्यत्वम् अपेक्षितं, त ब्राह्मणं मा भवतु इति. प्रत्यय अपेक्षितमिति, प्रत्ययमस्ति चेत् परिदासस्य प्रत्यय अपेक्षितमस्ति, प्रत्यय अपेक्षितमस्ति. एषः आत्वं तु भवति यङ्लुकि अपि यत्र प्रत्यय एव नास्ति, अतः अस्यां दशायां परिदासः न कर्तव्यः इति. तत्र कोऽपि प्रत्ययः भवेत् तादृश, इदानीं परिदासः अस्ति चेत् तत्र प्रत्ययः भवेत् अशीति इति भवति चेत् तत्र परिदास इति उक्तं चेत् तत्र प्रत्ययः भवेत् इति अर्थः जायते, परन्तु तादृश अर्थः न अपेक्षितः. किमर्थं यङ्लुकि तथा अनिष्टरूपं भवति इति कृत्वा तत्र प्रसज्यप्रतिषेधः इति उक्तमस्ति. अत्र प्रतिषेधः आवश्यकः अस्ति, अतः तस्य अर्थः प्रसज्यप्रतिषेधः न तु परिदासः इति स्पष्टम् इदानीम् अस्तु. तर्हि अर्थवत् अधातुः इति सूत्रे परिदासः भवति, अधातुः अप्रत्ययः प्रत्ययान्तः, आदेश उपदेशी मध्ये परिदासः नास्ति, प्रसृज्य अस्ति खलु. अर्थवत् अधातुः अधातुः इत्युक्ते धातुः न स्यात्, किन्तु किं भवेत्, शब्दः तु भवेत्, नाम धातुः मा करोतु परन्तु सादृश्यं भवेत्, नाम शब्दः भवेत्, किमपि अन्यं न करोतु, इह अर्थवान्. त्रिषु अपि धातु प्रत्यय अर्थवत्वम् अस्ति, एतादृशशब्दः अपेक्षितः यः अर्थवान् परन्तु धातु प्रत्यय प्रत्यान्तश्च न स्यात्, नाम सादृश्यं भवति, शब्दः तु भवति परन्तु तत् शब्दः धातु प्रत्यय प्रत्यान्तः न स्यात्. अत्र सादृश्यम् अस्ति, अतः परिदासप्रतिषेधः अस्ति. साम्यमपि अपेक्षितम् इति लिखितं, भिन्नत्वमपि अपेक्षितम्, आहत्य तस्मिन् शब्दत्वम् अपेक्षितं परन्तु धातुत्वं प्रत्ययत्वं प्रत्यान्तं न भवेत्. शब्दः इत्युक्तौ यः उच्चारितः भवति, यावत् शक्यं समानं स्यात् परन्तु तद्भिन्नत्वम् अपि स्यात्, तद्भिन्नत्वे सति तद् भूयो धर्मत्वम्. अब्राह्मणम् आनय इत्युक्ते साम्यं भवेत्, मनुष्यत्वं भवेत् परन्तु भिन्नत्वमपि भवेत् यत् ब्राह्मणः न स्यात्, न तु अन्य किमपि आनयत्, तदेव लिखितम्. परिदासप्रतिषेधे सादृश्यम् अपेक्षितं, प्रसिद्ध्य प्रतिषेधे सादृश्यं न अपेक्षितम्. तर्हि प्रकृतौ अधातु प्रत्ययेति सूत्रे परिदासप्रतिषेधः भवति, स च प्रतिषेधः निषेधः एव, नय इत्यस्य कथनेन निषेधेन पृथक् करोति, भिन्नतां करोति इति. सर्वे अवश्यति वा? आम् महोदय, इतोपि प्रश्नः अवगतं, पुनः दृढीकरणार्थं पुनः पठनीयम् अस्ति. नाम सूक्ष्मचिन्तनमस्ति अत्र, सूक्ष्मचिन्तनमस्ति अत्र. अस्तु, तर्हि एतादृशमस्ति चेत् इदानीं विरमामः. अस्तु, धन्यवादः. शुभरात्रिः महोदय. शुभरात्रिः. धन्यवादः महोदय. धन्यवादः. धन्यवादः.